अस्तु, सम्प्रति गुरुत्वविषये चर्चा जायमाना अस्ति. गतसप्ताहे गुरुत्वस्य मूलवाक्यम् अपि च तस्य लक्षणवाक्यम् अपि च पतनक्रियायाः प्रक्रिया का इति सर्वम् अस्माभिः दृष्टम्. गुरुत्वम् इति गुणः अस्ति, चतुर्विंशतिगुणेषु अन्यतमं गुरुत्वम्. गुरुत्वस्य मूलवाक्यम् अस्ति आद्यपतन असमवायिकारणं गुरुत्वम् इति पृथ्वीजलवृत्तिः इति तस्य संज्ञावाक्यम् अस्ति. पतनक्रियां प्रति, अत्र वाक्यस्य अर्थः कः? पतनक्रियां प्रति, विशेषतया आदिपतनक्रियां प्रति असमवायिकारणं भवति गुरुत्वं. तत्र उदाहरणमपि दत्तम् आसीत्. यदि वयं कन्दुकं क्षिपामः उपरि, तत्र वेगेन कन्दुकम् उपरि गत्वा ततः शनैः शनैः तस्य वेगः न्यूनः जायते, वेगः उपरतः इति, यस्मात् निश्चलः भवति, तदनन्तरं तस्य पतनम् आरभते इति, न तु पतनं भवति इति, पतनम् आरभते. तत् वाक्यस्य परिशीलनं करवाम. तर्हि यदा पतनं जायते, पतनक्रियया कन्दुकस्य अधोभागे संयोगः जायते. तत्र वाक्यमासीत् अधोदेशसंयोगजनकव्यापारः पतनम् इति. तदनन्तरं पतनक्रियां प्रति असमवायिकारणं कन्दुके विद्यमानं गुरुत्वम् इति. तत्तु आद्यपतनक्रियां प्रति असमवायिकारणं गुरुत्वे अस्ति इति, यत् लोके भारः इति उच्यते. तर्हि गुरुत्वविषये गुरुत्वम् असमवायिकारणम् आद्यपतनक्रियां प्रति चेत् तत्र लक्षणवाक्यं किं भवति? सरला भगिनी प्रयत्नं करोति वा? लक्षणवाक्यं भवति गुरुत्वं कारणं समवायेन समवायेन कार्यादिकरणे पतनक्रिया प्रति समवायेन अस्ति. समीचीनं. तत्र पूर्णवाक्यं भवति अत्र गुरुत्वस्य लक्षणं किम् इति इच्छामश्चेत् कार्यतातः आरम्भं कुर्मः. तर्हि समवायसम्बन्ध अवच्छिन्ना आद्यपतनक्रियानिष्ठ कार्यता निरूपिता समवायसम्बन्ध अवच्छिन्ना कारणता गुरुत्वस्य लक्षणम् इति. अस्तु अस्तु. तदनन्तरं पतनक्रिया इत्युक्ते किं? पतनक्रियायाः प्रक्रिया का इत्यपि दृष्टा. कन्दुकस्य उत्क्षेपणं यदा भवति, वेगेन गत्वा उपरि कुत्रचित् निश्चल भवति, यस्मात् तस्य पतनम् आरभते इति वयं जानीमः. पतनं भवति इति वदनेन एकं पतनम् इत्येव अर्थः वा प्रतीतिः? न तत्र, परन्तु बहूनि पतनानि अन्तर्भूतानि तस्मिन्. तस्य पतनम् आरभते इत्युक्ते तत्र प्रथमम् आद्यपतनक्रिया, तदनन्तरं पुनः द्वितीयपतनक्रिया, तृतीया इत्यादयः क्रियाः भवन्ति तत्र. यथा घटनिर्माणसमये कपालः एकः एव घटः जनयति, तथा न अत्र. कार्यं तु भिन्नानि कार्याणि भवन्ति अत्र. तर्हि पतनक्रियया किं भवति? प्रथमं तु पतनक्रिया, आद्यपतनक्रिया. तस्मात् कन्दुकस्य विभागः आकाशदेशात् जायते, तदनन्तरं संयोगनाशः जायते, विभागात् संयोगनाशः जायते पूर्वदेशेन, तदनन्तरं संयोगः जायते नूतनदेशेन सह, कन्दुकस्य देशान्तरेण सह संयोगः जायते, तदनन्तरं पतनक्रियायाः नाशः जायते, तदनन्तरं पुनः पतनक्रिया आरभते, द्वितीया पतनक्रिया आरभते, इयमेव प्रक्रिया अस्ति. यथा अस्माभिः पठितं पूर्वमेव, संयोग नाशं प्रति विभागः कारणं प्रक्रियायां कथं भवति इति सर्वं, तथैव अत्रापि प्रक्रिया अस्ति. प्रत्येकं सोपानम् अग्रिमं सोपानं प्रति कारणं भवति. अस्तु, तदनन्तरं पुनः किञ्चित् विवरणेन कीदृशः सम्बन्धः भवति कार्यतायाम् इति अस्माभिः पठितं. तर्हि उदाहरणत्वेन घटः कार्यं भवति, कारणमस्ति कपालः, तर्हि घटे कार्यता, कपाले कारणता इति. तर्हि कीदृशः सम्बन्धेन, कीदृशेन सम्बन्धेन कार्यता कार्याधिकरणे, पुनः कीदृशेन सम्बन्धेन कारणं कार्याधिकरणे. पुष्पा भगिनी वदति वा? सम्यक् वदनं. देशान्तर अवच्छिन्न, अत्र तु यत् पूर्वमेव, बहुकालात् पूर्वमेव वयं पठितवन्तः. सन्ध्या भगिनी प्रयत्नं करोति वा? भगिनी क्षम्यतां, पुनरेकवारं पृच्छतु. अत्र कीदृशेन सम्बन्धेन कार्याधिकरणे कार्यम्, अपि तु कीदृशेन सम्बन्धेन कार्याधिकरणे कारणम् इति पूर्वमेव वयं पठितवन्तः एतं विषयं. चिन्ता मास्तु. तर्हि आम् आम् भगिनी वदतु. त्रीणि कारणानि सन्ति, निमित्तकारणानि, समवायिकारणम्, असमवायिकारणम्. असमवायिकारणं पुनः द्वे भागे सन्ति अस्तः, प्रथम असमवायिकारणं, द्वितीय असमवायिकारणं. समवायिकारणम् अस्ति कपालघट उदाहरणे, कपालतादात्म्यसम्बन्धेन स्थित्वा घटे घटं जनयति, सामवायसम्बन्धेन घटं जनयति, घटं पुनः समवायसम्बन्धेन कोऽपि गुणरूपम् इति जनयति, भवति समवायिकारणं. समीचीनं भगिनि. अत्र आं भगिनि, समवायिकारणं भवति, कपाले कारणता अस्ति, समवेतं सन् कार्याधिकरणे कार्यं जनयति. अत्र विशेषतया कार्यता अन्येभ्यः कार्यताभ्यः कथं भिद्यते इति प्रश्नः. तर्हि सम्बन्धस्य प्रयोगं कुर्मः, इत्युक्ते यथा कपालः तादात्म्येन स्थित्वा, तादात्म्यसम्बन्ध अवच्छिन्न कारणता निरूपित, समवायसम्बन्ध अवच्छिन्न कार्यता कपाले अस्ति, कार्याधिकरणे अस्ति इति वदामः. तत्र सम्बन्धः एव अवच्छेदकः भवति, समवायेन वा तादात्म्येन वा सम्बन्धः. तर्हि यदि कार्यताः भिन्नाः चेत् किं भवति, कथं कार्यतायाः निरूपणं भवति वा, कार्यता कथं भिद्येत? यदि उदाहरणम् अस्ति, कपालः घटं जनयति, पुनः घटः घटरूपं जनयति, घटरूपम् इति गुणः, अतः कार्यम् अस्ति, तर्हि घटे कार्यता घटरूपे अपि कार्यता, एतयोः कार्यतयोः भेदः कः? समवायसम्बन्धः अस्ति कारणता अस्ति कपाले, कपालनिष्ठ कारणता निरूपिता कार्यता आश्रय घटं घटः समवाय तादात्म्यसम्बन्ध अवच्छिन्न अवच्छिन्न अवच्छिन्न कारणता निरूपिता कार्यता समवायसम्बन्धेन अवच्छिन्न आश्रयता घटे घटे अस्ति. पुनः घट घटरूपयोः अस्तु कार्यता अस्ति घट घटे रूपयोः, तत् घटत्वं धर्मेण अवच्छेदकं भवति. समीचीनं भगिनि. अत्र तु कार्यता तु समवायसम्बन्धेन एव अवच्छिन्ना भवति, तर्हि कथं भिद्यते इत्युक्ते घटे विद्यमाना कार्यता घटत्व अवच्छिन्ना भवति, घटे यः धर्मः भवति तेन अवच्छिन्ना भवति, पुनः घटरूपे या कार्यता अस्ति घटरूपत्वेन अवच्छिन्ना भवति इति. धर्मेण घटरूपे अस्ति वा घटे अस्ति भवती वदतु. कारणता कपाले अस्ति अस्तु, कार्यता घटे अस्ति, कपाल घटं जनयति, कपाल भवति घटस्य कारणता, घटरूपं जनयति समवायेन, सो घटे अस्ति कार्यता रूपं प्रति वा भगिनी? कपाले कारणता यथा भवत्या उक्तं, घटे कार्यता समीचीनमेव, परन्तु घट घटरूपयोः कीदृशसम्बन्धः? समवायसम्बन्धः. यतोहि घटस्य गुणः खलु घटरूपम्, अतः गुणः कार्यं भवति खलु. तर्हि घटरूपे कार्यता घटे कारणता इति. अस्तु. तत्र किं संशयः अस्ति वा? मम चिन्तनमस्ति कार्यता घटे अस्ति अस्तु, रूपाय कार्यता घटे अस्ति, किन्तु विपरीतमस्ति, कार्यता रूपे अस्ति न तु घटे. किमर्थम् इत्युक्ते घटः इति द्रव्यं, द्रव्यं गुणं जनयति खलु, तर्हि गुणे जनकः भवति. घटः जनकः भवति घटरूपे कार्यता अस्ति, घटरूपाय घटं कारणता भवति. आम् आम् आम्. परन्तु परम्परया कपाले अस्ति कारणता इति सर्वं दृष्टवन्तः, तत्र तु असमवायिकारणस्य निरूपणं खलु. अस्तु. आम्. पुनः कपालद्वयसंयोगः तत्र किं भवति? असमवायिकारणं भवति कपालद्वयसंयोगः. तर्हि घटे अस्ति कार्यता समवायसम्बन्धेन अवच्छिन्ना भवति, कपालद्वयसंयोगः घटयोः, पुनः कारणता कार्यता निरूपकभावः अस्ति, घटे अस्ति कार्यता पुनः, परन्तु तत्र घटे या कार्यता अस्ति कथं भिद्यते तत्र? समवायसम्बन्धेन भिद्यते न, निरूपितकारण निरूपकभावेन एव भिद्यते. या कार्यता घटे अस्ति प्रथमप्रसङ्गे कपालघटयोः प्रसङ्गे, तत्र कपाले विद्यमाना कारणतां निरूपयति. अत्र तु कपालद्वयसंयोगे विद्यमानां कारणतां निरूपयति इति. तर्हि भिन्नरूपे भिन्नैः रूपैः कार्यतायाः अवच्छेद्यता भवति इति. समवायसम्बन्धेन अवच्छेदकं भवति वा धर्मेण कथत्वं वा निरूपकभावेन. आम् सम्यक् अस्तु अस्तु. अद्यतनविषयः अस्ति अधोदेशसंयोगजनकः व्यापारः पतनम् इति. करपत्रम् उद्घाटितं स्यात्. पुनः पतनक्रियायाः विवरणम् इतोपि अधिकं परिशीलयामः अत्र. अस्तु, सन्ध्या भगिनी पठति वा? आं भगिनि, आरम्भात् किल? अधोदेशसंयोगजनकः व्यापारः पतनम्. प्रश्नः: अधोदेशसंयोगजनकः व्यापारः पतनम् इत्यस्मिन् कथने व्यापारः नाम कः? उत्तरं: पतनक्रियायां कश्चन क्रमो भवति. पूर्वदेशसंयोगः यथा वृक्षफलयोः आद्यपतनक्रिया, विभागः पूर्वसंयोगनाशः. उत्तरदेशसंयोगः प्रथमक्रियानाशः, द्वितीयपतनक्रिया. तर्हि अत्र प्रश्नः अस्ति, यदा अधोदेशसंयोगजनकः व्यापारः पतनम् इति यदि वाक्यं वदामः पतनस्य विषये, तर्हि तत्र व्यापारः इत्युक्ते कः, अर्थः कः तस्य पदस्य इति. तर्हि प्रथमं तत्र पतनक्रियायां यानि सोपानानि सन्ति, तत्र तानि सोपानानि कानि इति लिखितम् अस्ति अत्र. तर्हि प्रथमं तत्र पूर्वदेशेन सह संयोगः अस्ति, यथा वृक्षफलयोः संयोगः. अनन्तरं क्रिया काचित् भवति अस्मिन् सन्दर्भे आद्यपतनक्रिया इति. तया क्रियया तत्र पूर्वदेश इदानीं पूर्वदेशेन सह वा पूर्वदेशात् विभागः भवति. तेन विभागेन पूर्वदेशसंयोगः इति यः पूर्वः संयोगः आसीत् पूर्वं, तस्य संयोगस्य नाशः भवति. इत्युक्ते प्रथमं क्रिया, अनन्तरं विभागः, विभागेन संयोगनाशः, संयोगनाशानन्तरम् उत्तरदेशसंयोगः भवति. यदा उत्तरदेशसंयोगः भवति तदा प्रथमक्रिया या अस्ति आद्यपतनक्रिया, तस्याः क्रियायाः नाशः भवति. क्रियानाशस्य अनन्तरं द्वितीयपतनक्रियायाः आरम्भः भवति. समीचीनं भगिनि. अत्र वाक्यस्य अधोदेशसंयोगजनकः व्यापारः पतनम् पुस्तके एव अस्ति. किञ्चित् पठति वा सन्ध्या भगिनी पुस्तकात्? आं, तर्हि पृष्ठसङ्ख्यां कृपया वदति वा? आं, पतनम् इति आरभ्य पृष्ठसङ्ख्या अस्ति 99. कुतः पठामि अत्र? पतनं च तृतीयं वाक्यमस्ति पुटे. लक्षणवाक्यं अस्ति तत्र. ततः क्षम्यतां. तर्हि लक्षणवाक्यं तत्र आद्यपतनसमवायीकरणं कुरुत्वं पृथ्वी जलवृत्ति यथा भवती उक्तवती. पतनं च क्रियाविशेषः, येन यद्देशे द्रव्यं वर्तते तदपेक्षया यः अधोदेशः तेन सह द्रव्यस्य संयोगः भवति. अतः एव अधोदेशसंयोगजनकः व्यापारः पतनम् इति तस्य स्वरूपम् उच्यते. अस्य असमवायिकारणं गुरुत्वं. तर्हि पतनं नाम किं यदि पृच्छामः तर्हि पतनम् इत्युक्ते एकः विशिष्टक्रिया अस्ति पतनं यया क्रियया यस्मिन् देशे द्रव्यं पूर्वम् आसीत् वा इदानीम् अस्ति तस्य अपेक्षया यः अधः अधोदेशः यः अधोभागः अस्ति तेन सह द्रव्यस्य संयोगः भवति इति पतनस्य विषये. आम् आम् तर्हि पतनक्रियां प्रति कारणं किम्? पतनक्रियाम् अत्रैव अस्ति पुस्तके यत् भवती पठितवती. गुरुत्वम् इति वा असमवायिकारणम् अस्ति गुरुत्वम् इति वा पतनक्रियायाः? आम् आम् तदेव तर्हि गुरुत्वम् असमवायिकारणं तेन पतनक्रिया भवति तया संयोगः भवति अधोदेशसंयोगः भवति अतः एव तस्य नाम व्यापारः इति उच्यते तदेव. अस्तु पूर्वम् अस्माभिः पठितं व्यापारः इत्युक्ते माध्यम् इति माध्यमरूपेण यद्भवति इति करपत्रम् अपि आसीत् पूर्वम्. अस्तु अग्रे सरला भगिनी. अस्तु उपरितनप्रक्रिया सम्यक्तया वीक्षताम्. अत्र बोध्यं यत् आद्यपतनक्रिया विभागात् साक्षात् पूर्वं तस्य कारणं च सत्यं विभागं प्रति आद्यपतनक्रिया कारणं. किन्तु आद्यपतनक्रिया उत्तरदेशसंयोगात् साक्षात् पूर्वं नास्ति किल. कारणपरिष्कारविषये अस्माभिः अधीतं यत् किञ्चन कस्यचित् कारणम् इति निर्धारयितुं तेन कार्याधिकरणे कार्योत्पत्तेः पूर्वशने स्थातव्यं. कार्यं प्रति कारणस्य नियतपूर्ववृत्तित्वं भवेत्. इदानीं उपरितनप्रक्रियां सम्यक् सन्ध्याभगिनी इदानीं पठितवती प्रक्रियां पतनक्रियासि क्रियायाः प्रक्रियां कीदृश अस्ति. प्रथमं पूर्वसंयोगः अस्ति तस्य अनन्तरम् आद्यपतनक्रिया भवति विभाग पूर्वसंयोगनाश उत्तरदेशसंयोगः तस्य अनन्तरं प्रथमक्रियानाश भवति. अत्र बोध्यं यत् आद्यपतनक्रिया विभागात् साक्षात् पूर्वं सो वयं तत् पञ्चशन क्रिया दृष्टवन्तः तस्मिन् विभागस् पूर्वम् आदपतनक्रिया अस्ति. वयं जानीमः कार्यस्य पूर्वं कारणं भवति कारणं क्रिया अस्ति. विभाग प्रति आदपतनक्रिया कारणम् इति तु वयं दृष्टवन्तः. किन्तु आद्यपतनक्रिया उत्तरदेशसंयोगात् साक्षात् पूर्वं नास्ति किल. उपरि दत्तम् अस्ति अधोदेशसंयोगजनकव्यापार तत्र कथम् आद्यपतनक्रिया उत्तरदेशसंयोगस्य कारणं भवति. आद्यपतनक्रिया उत्तरदेशसंयोगस्य पूर्वक्षणे नास्ति पूर्वं तस्य पूर्वं पूर्वसंयोगनाशः अस्ति किन्तु क्रिया नास्ति. कथं वयं वक्तुं शक्नुमः आद्यपतनक्रिया उत्तरदेशसंयोगस्य कारणं भवति? कारणपरिष्कारविषये अस्माभिः अधीतं यत् किञ्चित् कस्यचित् कारणम् इति निर्धारयितुं तेन कार्याधिकरणे कार्योत्पत्ते पूर्वक्षणे स्थापयन् तत् वयं दृष्टवन्तः. कार्यस्य पूरणपूर्वं पूर्वशने कारणं तिष्ठति किन्तु उत्तरदेशसंयोगस्य पूर्वं क्रिया नास्ति. कार्यं प्रति कारणस्य नियतपूर्ववृत्तित्वं भवेत्. कार्यस्य पूर्वं कारणस्य वृत्तित्वं यदि भवेत् तर्हि कारण कार्यस्य कारणत्वं भवति. समीचीनं भगिनि. अत्र तु साक्षात् न भवति, उत्तरदेशसंयोगस्य संयोगात् पूर्वं साक्षात् क्रिया न भवति इत्यस्मात् अत्र प्रश्नः उदेति, कथं क्रियायां कारणत्वम् इति. अस्तु, तर्हि पुष्पा भगिनी पठति किम्? आद्यपतनक्रिया तु अस्ति न? आद्यपतनक्रिया तु अस्ति, परन्तु उत्तरदेशसंयोगात् पूर्वं किम् अस्ति, सोपानं किम्? अधोदेशव्यापारपतनं पूर्वदेशसंयोग खलु, पूर्वसंयोगनाशः खलु. पूर्वसंयोगनाशः. तर्हि कथं वा तत् वाक्यं सत्यम् इति परिशीलयामः. अस्तु, पठतु भगिनि. अतः उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया कारणं न स्यात्. यया रीत्या कुलालस्य पिता घटं प्रति अन्यथा सिद्धः, अस्तु असमवायसम्बन्धेन, तया एव रीत्या उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया अन्यथा सिद्धा स्यात्, यतोहि साक्षात् पूर्वम् इयं क्रिया न घटिता. क्रिया न घटिता, परन्तु तथा नास्ति. यथोक्तं क्रियायाः लक्षणं संयोगसमवायीकरणं कर्म. संयोगासमवायीकारणम् संयोगात् असमवायिकारणं कर्म. विभागं प्रति संयोगं प्रति च क्रियायाः असाधारणकारणत्वं स्वीकृतम् अस्ति. अत्र कुलालस्य पिता तत्तु सम्यक् जानामि, असमवायिसम्बन्धेन. कः कुलालस्य पिता असमवायिकारणं किम्? अत्र किम् अस्ति, अन्यथा सिद्धः खलु. अन्यथा सिद्धः, अन्यथा सिद्धः. किमर्थम् अन्यथा सिद्धः? तत् डैरेक्ट्लि घटं पिता न तु क्रियते न, कुलालः क्रियते. कुलालस्य क्रिया पिता अस्ति. कुलालस्य निरूपित निर्माति. समीचीनं. तु पिता तत्र अस्ति चेत् तस्मिन् कारणता अस्ति वा? कारणता नास्ति. किमर्थं? तत्तु डैरेक्ट्लि अन्यथा तत्तु क्रियते न स्वयं पिता. कुलालः क्रियां आम् परन्तु घटनिर्माणसमये किं दण्डः अस्ति, मृद् अस्ति इत्यादयः सन्ति खलु. अपि अस्ति चेत् तस्मिन् कारणता अस्ति वा इति प्रश्नः. परन्तु अत्र पितरं विना अपि घटः निर्मीयते खलु कुलालेन, अतः एव सः अन्यथा सिद्धः इति. अस्तु अग्रे अग्रे तया एव रीत्या उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया अन्यथा सिद्धा स्यात् यतोहि साक्षात् पूर्वम् इयं क्रिया न घटिता. उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया अत्र सरला भगिनी किम् उक्तवती, आद्यपतनक्रिया तु पूर्वं जायते. पूर्वं जायते तु अस्तु. तर्हि उत्तरदेशसंयोगं प्रति कथं कारणं भवति इति प्रश्नः खलु. तर्हि उत्तरदेशसंयोगात् पूर्वम् आद्यपतनक्रिया नास्ति चेत्, साक्षात् आद्यपतनक्रिया नास्ति चेत् तस्मिन् अन्यथा सिद्धत्वं भवेत् इति आयाति. परन्तु तथा न इति अस्ति. अग्रे पठतु भगिनि. परन्तु तथा नास्ति, यथोक्तं क्रियायाः लक्षणं संयोग असमवायिकारणं कर्म. असमवायिकरणं संयोग असमवायिकारणं कर्म. तत् कार्यं क्रियायाः लक्षणं संयोग असमवायिकारणं तु भवति. अग्रविभागं प्रति संयोगं प्रति च क्रियायाः असाधारणकारणत्वं स्वीकृतम्. एतत् असाधारणकारणम् अस्ति. आद्यपतनक्रिया असाधारणकारणत्वं किमर्थम् इत्युक्ते कारणं तु द्विप्रकारकः द्विप्रकारकम् अस्ति, साधारणकारणम् असाधारणकारणम् इति. साधारणकारणं तु भवति लोके वा प्रपञ्चे निखिलकार्यं प्रति कारणं यत् अस्ति तत् साधारणकारणम् इति. इत्युक्ते षड्विधाः सन्ति, ईश्वर इच्छा, ईश्वर किं कृतिः, ईश्वरस्य ज्ञानं प्रथमं, क्षमताम्, ईश्वरज्ञानम्, इच्छा, कृतिः, तदनन्तरं दिक्, कालः, प्रागभावः इत्यादयः साधारणकारणानि. इत्युक्ते यत्किमपि कार्यं भवतु तस्य अधिकरणरूपेण एतानि सर्वाणि कारणानि भवन्ति. अतः एतानि सर्वाणि यत्किमपि कार्यं भवतु तेषां कारणानि, अतः एव साधारणकारणानि इति उच्यन्ते. सर्वं कार्यं प्रति कारणम् अस्ति साधारणं कारणं. यत् साधारणं कारणं नास्ति तत् असाधारणं कारणम् इति. यथा कपालः विशेषतया घटमेव निर्माति खलु, अतः तस्मिन् असाधारणकारणता अस्ति. कपालः असाधारणं कारणम् इति. तर्हि अत्र किं प्रक्रियायां किम् अस्ति? क्रिया तु अन्यथा सिद्धा नास्ति. तर्हि किम् असाधारणं कारणं न, अवश्यं साधारणं कारणं नास्ति खलु. पतनक्रिया तु सर्वत्र कारणं भवति वा? न. तर्हि असाधारणं कारणं तु भवति. अत्र कथम् इति अग्रे पश्यामः. भगिनि एक प्रश्न, असाधारणकारण समवायी असमवायी सर्वे असाधारणकारणं असाधारणकारणं त्रिप्रकारकम् अस्ति, समवाय असमवायि निमित्तकारणम् इति. अस्तु आम् अस्तु. अग्रे सरला सन्ध्या भगिनी. भगिनी भवती साधारणकारणानि उक्तवती, एकवारं पुनः वदति वा कृपया. आम् ईश्वरीयज्ञानम् इति अस्ति, ईश्वरज्ञानम्, ईश्वर इच्छा, तस्य कृतिः, अनन्तरं दिक् कालः प्रागभावः इति. विवरणेन अस्माभिः न पठितानि एतानि कारणानि, परन्तु एतावता तु जानीमः यत् एतानि सर्वाणि साधारणकारणानि इति. यथा दिक् कालः इति ईश्वरविषये अपि यत्किमपि कार्यं स्वीकरोतु तस्य कारणं तु ईश्वरः भवेत्. ईश्वरः नास्ति चेत् कथं कार्यं भवति इति. यत्किमपि कार्यं स्वीकरोतु ईश्वरः एव, तस्य ज्ञानेन वा तस्य इच्छया तस्य कृत्या एव भवति इति अस्ति. पुनः दिक् वा कालः इति स्वीकुर्मश्चेत् तयोः एव यत्किमपि कार्यं स्वीकरोतु, पुस्तकं वा यत्किमपि क्रिया भवतु, दिशि एव भवति वा काले भवति इति. सर्वेषाम् अधिकरणं दिक् वा कालः भवन्ति इति. अत एव एतानि सर्वाणि साधारणकारणानि. प्राग् अभावस्य विषये किञ्चित् इतोपि विवरणम् अपेक्षितम् अस्ति, अग्रे पठामः प्रायः. तस्य साधारणकारण निखिलकार्यं प्रति भवति सदा. आम् साधारणकारणं निखिलकार्यं प्रति कारणम् अस्ति. एतानि विहाय अपि, इत्युक्ते साधारणकारणानि एतानि षट् कारणानि निखिलकार्यं प्रति अस्ति, परन्तु एतानि विहाय अपि साधारणकारणानि सन्ति वा केचन कारणानि? न न भगिनि, तथा नास्ति. अस्तु, षट् कारणानि एव साधारणकारणानि. अस्तु भगिनि, अग्रे पठामि वा. आम् कथं विभागस्य अपि संयोगस्य अपि कर्मकारणं, कथम् उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया अन्यथा सिद्धा नास्ति इति चेत्, आद्यपतनक्रिया कदा नश्यति? उत्तरदेशसंयोगानन्तरम् एव क्रिया नश्यति. अतः उत्तरदेशसंयोगकार्यनियतपूर्ववृत्तित्वं क्रियायां वर्तते, क्रिया चतुर्थक्षणपर्यन्तं तिष्ठति, उत्तरदेशसंयोगेन नश्यति इति स्वीक्रियते. किमर्थं तावत् कालपर्यन्तं क्रियायाः स्थितिः स्वीक्रियते इति चेत्, संयोगं प्रति तस्याः कारणत्वम् अस्ति. नाम यदा उत्तरदेशसंयोगः जायते तावता आद्यपतनक्रिया न नष्टा, उत्तरदेशसंयोगस्य जन्यत्वम् आवश्यकम्, तदर्थमेव तावत् पर्यन्तम् आद्यपतनक्रियया स्थातव्यम्. तर्हि अत्र यथा पूर्वस्मिन् परिच्छेदे दृष्टं, तत्र आद्यपतनक्रिया तु बहु क्षणेभ्यः पूर्वं जायते, तत् साक्षात् तत्र विभागस्य वा न, साक्षात् तत्र उत्तरदेशसंयोगस्य पूर्वं नास्ति. अतः तत्र कथं वा तत्र द्वितीयक पतनक्रियायाः पूर्वं नास्ति, तर्हि कथं वा तत्र कारणत्वम् अस्ति आद्यपतनक्रियायाम् इति, अन्यथा सिद्धत्वं भवेत् इति. परन्तु तथा किमर्थं नास्ति इति चेत्, तत्र उत्तरदेश तर्हि स एव प्रश्नः, विभागस्य प्रति अपि संयोगस्य प्रति अपि कथं वा तत्र क्रिया कारणम् इति भवति. तर्हि उत्तरदेशसंयोगं प्रति तत्र आद्यपतनक्रिया कथं वा तत्र अन्यथा सिद्धा नास्ति इत्युक्ते, तर्हि आद्यपतनक्रिया कदा नश्यति इति प्रश्नः. तस्य नाशः तु उत्तरदेशसंयोगः यदा भवति तस्य अनन्तरम् एव क्रियानाशः भवति, इत्युक्ते आद्यपतनक्रियायाः नाशः तदा एव भवति यदा उत्तरदेशेन संयोगः भवति. तदर्थम् उत्तरदेशसंयोगः संयोगकार्यनियतपूर्ववृत्तित्वं क्रियायां वर्तते, इत्युक्ते उत्तरदेशसंयोगकार्यनियतपूर्ववृत्तित्वं क्रियायां वर्तते इत्युक्ते उत्तरदेशसंयोगः नाम यत् कार्यम् अस्ति तस्य कार्यस्य पूर्ववृत्तित्वं तत्र नियमितरूपेण सर्वदा क्रियायाम् अस्ति इति, इत्युक्ते सर्वदा आद्यपतनक्रिया उत्तरदेशसंयोगनामककार्यस्य पूर्वं वर्तते. क्रिया चतुर्थक्षणपर्यन्तं तिष्ठति इत्युक्ते तत्र उत्तरदेश यदि क्षम्यतां यदि वयं क्षणान् पश्यामः तत्र तर्हि प्रथमे क्षणे तत्र प्रथमक्षणः आद्यपतनक्रिया इति ततः आरम्भः सत्यं. क्रियायाः आरम्भः प्रथमे क्षणे, द्वितीयक्षणे विभागः, पूर्वसंयोगनाशः तृतीयक्षणे, उत्तरदेशसंयोगः चतुर्थक्षणे, तस्मात् परम् इत्युक्ते तावत्पर्यन्तं चतुर्थक्षणपर्यन्तम् अस्ति. तस्मात् परम् एव तत्र यदा उत्तरदेशसंयोगः भवति तस्मात् परमेव तत्र पूर्वदेश न तस्मात् परमेव क्रियानाशः इति भवति. तर्हि किमर्थं तावत्पर्यन्तं क्रियया स्थातव्यम् इति प्रश्नः अस्ति चेत् तत्र संयोगः प्रति तस्याः कारणत्वम् अस्ति, इत्युक्ते उत्तरदेशसंयोगः यः अस्ति उत्तरदेशसंयोगं प्रति कारणत्वम् अस्ति आद्यपतनक्रियायाः इति वा तत्र अस्तु. नाम यदा उत्तरदेशसंयोगः जायते तावता आद्यपतनक्रिया न नष्टा, इत्युक्ते तत्र यदा उत्तरदेशसंयोगः भवति तदा एव आद्यपतनक्रिया इति नष्टा भवति, तावत्पर्यन्तं तिष्ठति तत्र यतोहि उत्तरदेशसंयोगं प्रति कारणत्वम् अस्ति तस्य. उत्तरदेशसंयोगस्य जन्यत्वम् आवश्यकं, तदर्थमेव तावत्पर्यन्तम् आद्यपतनक्रियाया स्थातव्यं. तर्हि उत्तरदेशसंयोगः इति यद् कार्यम् अस्ति तत् कार्यं प्रति कारणत्वम् आवश्यकं, तत् कारणत्वम् आद्यपतनक्रियायां स्वीकृतमस्ति, अतः कारणत्वेन स्थातव्यं भवति आद्यपतनक्रियया इति अस्ति. समीचीनं भगिनि, तदेव विषयः. तर्हि अस्माकं भवति तत्तु उत्तरदेशसंयोग जन्यत्वम् भवति आम् उत्तरदेशसंयोगस्य जन्यत्वं भवति यतोहि आद्यपतनक्रिया तावत्पर्यन्तं तिष्ठति प्रक्रियायां. अतः अन्यथा सिद्धत्वं न भवति आद्यपतनक्रियायां उत्तरदेशसंयोगं प्रति इति निष्कर्षः. आम् आम् अस्माकं निकषेषु सकारणं सर्वथा कार्याधिकरणे भवेत्, पूर्वस्मिन् क्षणे भवेत् इत्यादयः सन्ति खलु त्रयः निकषाः. अतः एव अत्र साधितमस्ति यत् क्रिया यथा यदा उत्तरदेशसंयोगपर्यन्तं तिष्ठति तर्हि तस्य पूर्ववृत्तित्वं भवति इति, अतः तस्मिन् कारणता अस्ति. अस्तु तर्हि सरला भगिनी, बहुत्र बहुत्र कार्यकारणभावे कार्यात् साक्षात् प्राक् कारणं स्वयं जन्यते, किन्तु कुत्रचित् कार्यकारणभावस्य प्रमाणार्थं पूर्वकालिकपदार्थ अधुना अपि वर्तते इत्यनेन कारणत्वं स्वीक्रियते. तादृशीषु परिस्थितिषु तस्य अन्यथा सिद्धत्वं न कल्प्यते. संयोग असमवायिकारणं कर्म. कर्मसंयोगं जनयति, किन्तु कदाचित् कर्म साक्षात् संयोगं न जनयति, कदाचित् कर्म विभागं जनयति. तदा पूर्वसंयोगनाश, तदा एव उत्तरदेशसंयोगः. उत्तरदेशसंयोगं प्रति असमवायिकारणम् आद्यपतनक्रिया. उत्तरदेशसंयोगं प्रति पूर्वसंयोगनाश अपि कारणम्. यावत् पूर्वसंयोगः न नश्यति तावत् उत्तरदेशसंयोगः न उत्पद्यते. पूर्वसंयोगः उत्तरदेशसंयोगं प्रति प्रतिबन्धकः. प्रतिबन्धकाभावः कार्यं प्रति कारणम्. उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया असमवायिकारणम्. पूर्वसंयोगनाश च निमित्तकारणम्. पुनः विभिन्न रीत्या दत्तमस्ति अत्र. बहुत्र कार्यकारणभावे कार्यात् साक्षात् प्राक्कारणं स्वयं जन्यते. वयं जानीमः कार्यस्य पूरणं कारणं तस्य पूर्वं क्षणे भवति. बहु कार्यस्य पूर्वं कारणं साक्षात् स्पष्टं प्रत्यक्षम् अस्ति, किन्तु कुत्रचित् कार्यकारणभावस्य प्रमाणार्थं पूर्वकालिकं स्वीक्रियते, किन्तु कुत्रचित् कार्यकारणभावप्रमाणम् इति न दृश्यते, किन्तु वयं स्वीकुर्मः तत्र कार्यकारणभावः अस्ति. यथा आद्यपतनक्रिया संयोगप्रति कारणमस्ति. तादृशीषु परिस्थितिषु तस्य अन्यथा सिद्धत्वं न कल्प्यते. यदि कारणम् अस्ति किन्तु साक्षात् न दृश्यते, तत् कारणम् अन्यथा सिद्धं न भवितुं शक्नोति, तत् न भवेत्. संयोग असमवायिकारणं कर्म. भगिनि, अत्र पूर्वकालिकपदार्थः इति अस्ति, किम् अस्ति अत्र? पूर्वकालिकपदार्थः मीन्स् पूर्वक्षणे यः पदार्थः भवति. यथा संयोगस्य उत्तरदेशसंयोगस्य पूर्वम् अस्ति पूर्वसंयोगनाशः. न, पूर्णवाक्यं पठतु भगिनि तर्हि स्पष्टी. किन्तु कुत्रचित् कार्यकारणभावस्य प्रमाणार्थं पूर्वकालिकपदार्थः अधुनापि वर्तते इति अनेन कारणत्वं स्वीक्रियते. वयं यदा पूर्वक्षणे कार्यस्य पूर्वक्षणे कारणं द्रष्टुं शक्नुमः, तदा तस्य कारणं कुर्मः. अत्र किम् अस्ति प्रश्नः? पूर्वकालिकपदार्थः अधुना अपि वर्तते इत्युक्ते इत्यनेन कारणत्वं कस्य कारणत्वम् अत्र अस्यां प्रक्रियां कस्य कारणत्वम्? उत्तरदेशसंयोगस्य कारणत्वं पूर्वकालिकपदार्थ यथा पूर्वसंयोगनाश अधुनापि अस्ति, पतनक्रिया अपि अधुनापि अस्ति. तदेव पूर्वकालिकपदार्थः इत्युक्ते आदिपतनक्रिया एव, तस्य निदर्शनम् एव. इत्युक्ते यद्यपि आद्यपतनक्रिया पूर्वमेव जायते, अतः एव तस्य पूर्वकालिकपदार्थः इति. परन्तु अधुनापि वर्तते खलु? अधुनापि वर्तते. अतः एव तस्य कारणत्वं स्वीक्रियते इति. अग्रे तादृशीषु परिस्थितिषु तस्य अन्यथा सिद्धत्वं न कल्प्यते. यदि कारणम् अधुना अपि अस्ति तर्हि अन्यथा सिद्धं न भवितुं शक्यते. अन्यथा सिद्धं भवति यदि कारणं पूर्वक्षणे तत्र नास्ति. संयोग असमवायि कारणं निमिषं भगिनि, घटनिर्माणसमये पिता पूर्वक्षणे अस्ति चेत् कारणत्व अस्ति वा तस्मिन्? नो, नास्ति. पूर्वक्षणे अपि तत्र भवितुं शक्ति मृतं नास्ति, किन्तु साक्षात् तस्य कारणं नास्ति, कुलाल भवति कारणं. अत्र तु प्रमुखः विषयः अस्ति तं विनापि कार्यं भवति, परन्तु अत्र क्रियया विना, क्रियां विना कार्यं न भवति खलु, संयोगः न जायते. अस्तु, अग्रे. संयोग असमवायि कारणं कर्म. संयोगस्य असमवायि कारणं क्रिया अस्ति. कर्मसंयोग जनयति क्रिया. आद्यपतनक्रिया तस्य संयोगस्य कारणम् अस्ति. आद्यपतनक्रियाः संयोगम् उत्पद्यते, किन्तु कदाचित् कर्म साक्षात् संयोगं न जनयति. यदा यथा वयम् इदानीं पश्यामः, कर्म साक्षात् संयोगं न जयति. प्रथमं क्रिया विभाग जनयति, तस्य अनन्तरम् उत्तरदेशसंयोगनाश, तस्य अनन्तरम् पूर्वदेशसंयोगनाश, उत्तरदेशसंयोग. सो साक्षात् संयोगं न जनयति क्रिया. कदाचित् कर्म विभागं जनयति, तदा पूर्वसंयोगनाश, तदा एव उत्तरदेशसंयोग. प्रक्रिया पुनः लिखितमस्ति. उत्तरदेशसंयोग प्रति असमवायि कारणम् आद्यपतनक्रिया. उत्तरदेशसंयोग प्रति आद्यपतनक्रिया भवति असमवायि कारणम्. उत्तरदेशसंयोग प्रति पूर्वसंयोगनाश अपि कारणम्. उत्तरदेशसंयोग प्रति न केवलं पूर्वसंयोगनाश अपि आद्यपतनक्रिया, द्वे कारणे सन्ति सः. यावत् पूर्वसंयोग न नश्यति तावत् उत्तरदेशसंयोग न उत्पद्यते. यावत् पर्यन्तं उत्तरदेश पूर्वसंयोग अस्ति तावत् पर्यन्तम् उत्तरदेशसंयोग न भवति. प्रथमं पूर्व विभागस्य अनन्तरं पूर्वसंयोगस्य नाश आवश्यकम् अस्ति, तदनन्तरम् उत्तरदेशसंयोग उत्पन्नं भवेत्. पूर्वसंयोग उत्तरदेशसंयोग प्रति प्रतिबन्धक. अतः पूर्वसंयोग उत्तरदेशसंयोगं प्रति प्रतिबन्धकम् इत्यस्य बाधकं भवति. यावत् पर्यन्तं पूर्वसंयोग तिष्ठति तावत् पर्यन्तम् उत्तरदेशसंयोग न भवेत्. अतः पूर्वदेशसंयोग भवति प्रतिबन्धकः. प्रतिबन्धक अभावकार्यं प्रति कारणं. प्रतिबन्धकाभावकार्यं प्रति कारणं. प्रतिबन्धक पूर्वसंयोगस्य अभाव भवति तदहि कार्यं भवितुं शक्नोति. सो प्रतिबन्धक अभाव यदा भवति तर्हि कार्यं यथा उत्तरदेशसंयोग भवेत्. उत्तरदेश संयोग प्रति आद्यपतनक्रिया असमवायि कारणं, पूर्वसंयोगनाश च निमित्तकारणम्. उत्तरदेशसंयोग प्रति आद्यपतनक्रिया असमवायि कारणमस्ति, पूर्वसंयोगनाश सन्निमित्तकारणं भवति, तस्य साक्षात् पूर्वम् पूर्वसंयोगनाशः दृश्यते. समीचीनं भगिनि. अत्र किमर्थं पूर्वसंयोगनाशः असमवायिकारणं न उत्तरदेशसंयोगं प्रति? तस्य साक्षात् पूर्वम् अस्ति निमित्तकारणं दत्तमस्ति अत्र. हा, परन्तु असमवायिकारणम् अपि कारणत्वं तु अस्ति तस्मिन् खलु. किमर्थं न असमवायिकारणम्? समवायिकारणं भवति समवेतं सत् समानाधिकरणे कार्यं जनयति. अस्तु. सो क्रिया आद्यपतन प्रथमं तु संयोगनाशः इति गुणः न खलु तत्र. समवायिकारणे समवेतं सत् इति अस्ति खलु असमवायिकारणस्य लक्षणम्. अपि तु अत्र महोदयेन उक्तं यत् असमवायिकारणं तु एकमेव भवेत् शास्त्रे तु अस्ति. असमवायिकारणं सर्वदा एकमेव भवेत्, अतः एव आदिपतनक्रिया एव असमवायिकारणम्. अतः एव पूर्वसंयोगनाशः तु निमित्तकारणम्. अपि तु यथा यदि द्वितीयपतनक्रिया आरभते तत्रापि गुरुत्वम् अस्ति खलु, परन्तु तत्र तु गुरुत्वम् असमवायिकारणं न निमित्तकारणमेव. असमवायिकारणं तु वेगः अस्ति, अतः सर्वथा असमवायिकारणं तु एकमेव भवेत् इति. गुरुत्वं आद्यपतनक्रियायाः असमवायिकारणं भवति. उत्तरदेशसंयोगस्य असमवायिकारणम् आद्यपतनक्रिया. आम् आम्. अस्तु. अस्तु, समीचीनं. तर्हि अग्रे पुष्पा भगिनि. अस्तु भगिनि. क्रियाविभागं जनयति विभागेन क्रिया न जन्यते. किमर्थम् इति चेत् उत्तरदेशसंयोगेन पूर्वविभागः नश्यति. द्वितीयपतनक्रियोत्पत्तिपूर्वक्षणे विभागस्य अवस्थानं न भवति, अतः द्वितीयपतनक्रियां प्रति विभागः कारणं न भवितुम् अर्हति. विभागः काम् अपि विभागः कम् अपि प्रति कारणं न भवति. संयोगनाशः चिरं तिष्ठति, परन्तु विभागः चिरं न तिष्ठति. विभक्तम् इति प्रतीतिः विद्यते कतिपयक्षणपर्यन्तम् एव कतिपयक्षणपर्यन्तम् एव उत्तरदेशसंयोगेन पूर्वविभागः नश्यति. अत्र विभागस्य विषयं सूचयति. क्रिया विभागं जनयति, तत्र विभागेन क्रिया न जन्यते. क्रियाविभागं जनयति, विभागेन क्रिया न जन्यते. हा, तत्तु क्रियाविभागं तत्र जनयति, तत्तु विभागेन क्रियया न जन्यते. इत्युक्ते यथा आद्यपतनक्रिया विभागं प्रति कारणं, पुनः संयोगनाशं प्रति, उत्तरदेशसंयोगं प्रति कारणं, तथा विभागः अपि द्वितीयक्रियां प्रति, द्वितीयपतनक्रियां प्रति किमर्थं न कारणम् इति प्रश्ने सति उत्तरमस्ति अत्र. विभागः कदापि क्रिया न जनयति इति. क्रियाविभागं तदाद्यपतनक्रिया विभागं जनयति, तत्तु तत् विभागेन क्रिया न जन्यते वा इति प्रश्नं नास्ति. तत्र तु प्रश्नं नास्ति. किमर्थम् इति चेत् उत्तरदेशसंयोगेन पूर्वविभागः नश्यति. हा, अत्र उत्तरदेशसंयोग अस्ति, तत्तु पूर्वविभागः नश्यति. तदैव अहं तु उक्तं न तत्र पूर्वं विभागः नश्यति, तत्तु उत्तरदेशसंयोगः जनयति न. द्वितीयपतनक्रिया क्रियोत्पत्ति पूर्वक्षणे विभागस्य अवस्थानं न अवस्थानं तु किम् अवस्थानं तत्तु उत्तरदेश न विभागस्य अवस्थानम् इत्युक्ते विभागस्य विद्यमानं न भवति. विभागेन क्रिया न जनयते, तत् तदैव विभागस्य अवस्थानं न भवति न. अतः द्वितीयपतनक्रिया क्रियां प्रति विभागः कारणं न भवितुम् अर्हति. तदैव द्वितीयपतनक्रियां प्रति विभागः न कारणं न भवितुम् अर्हति. विभागः काम् अपि क्रियां प्रति कारणं न भवति. विभागः तु तदैव विभागेन क्रिया न जन्यते, तथैव कारणं न भवति, कारणं न भवितुमर्हति. विभागः कामपि क्रियां प्रति कारणं न भवति. तथैव it's a circular motion. It's actually it's just telling the same thing over and over again. Agre patatu bagini kripya samyoga nashah yoga nashah chiram tishtati parantu vibhagah chiram na tishtati. tat kshanam na tishtati बहुत्र अस्ति कार्यम् अस्ति न तथैव तत्तु तद्विषयं वक्तुम् अत्र संयोगनाशः चिरं तिष्ठति परन्तु विभागः न. यदि उदाहरणं स्वीकुर्मः फलं वृक्षात् विभक्तम् इति, तर्हि अनन्तरदिने वा पञ्चवर्षानन्तरं वयं वक्तुं न शक्नुमः यत् फलं वृक्षात् विभक्तम् इति. व्यवहारविषये तु वक्तुं शक्नुमः, परन्तु तत्र विभागः तावत्पर्यन्तं न तिष्ठति इति अर्थः. विभागः तु फलं वृक्षात् विभक्तम् इति प्रयोगः वा प्रतीतिः कतिपयक्षणपर्यन्तम् एव इति अस्ति शास्त्रे. तत्रापि मतभेदः अस्ति, परन्तु अत्र अस्मिन् परिच्छेदे तु विभागः तु चिरं न तिष्ठति, परन्तु संयोगनाशः तु चिरं तिष्ठति इति अस्ति विषयः. विद्यते कतिपयक्षणपर्यन्तं एव उत्तरदेशसंयोगेन पूर्व. अस्तु, तदैव त्वम् उक्तं न? आम् आम्. अस्तु, अग्रे सन्ध्या भगिनी. अत्र किन्तु न्यायशास्त्रे कश्चन मतभेदोऽपि वर्तते. केचन वदन्ति यत् विभागः तदाश्रयद्रव्यस्थितिकालं यावत् तिष्ठति, आश्रयनाशात् नश्यति इति मन्तव्यम् इति तैरुच्यते. उत्तरसंयोगानन्तरमपि इमौ विभक्तौ इति प्रतीतिः भवत्येव, अतः उत्तरसंयोगः विभागस्य नाशकः इति वक्तुं न शक्यते. युक्त्या विचारः क्रियते चेत् विभागस्य उत्तरसंयोगेन नाशः इति कल्पने काठिन्यमेव प्रतिभाति. तथा सति इमौ विभक्तौ इति प्रतीत्यानापत्तिः. गुणस्य नाशः द्विधा भवति, विरोधिगुणेन आश्रयनाशाद् वा. विरोधिगुणस्य तर्हि विरोधिगुणस्य अनाशकत्वे आश्रयनाशनाश्यत्वं स्वतः भवत्येव. तर्हि यथा पूर्वस्मिन् परिच्छेदे दृष्टम्, एकं मतमस्ति संयोगनाशः सर्वदा तिष्ठति, परन्तु विभागः सर्वदा न तिष्ठति, केवलं कतिचन क्षणानि यावत् एव स्थित्वा विभागः अनन्तरं न विभागस्य प्रतीतिः न भवति इति एकं मतम् अस्ति. परन्तु अपरं मतम् अस्ति, तत्र मतभेदः अस्ति. केचन वदन्ति विभागः तावत्पर्यन्तं तिष्ठति यावत्पर्यन्तं तदाश्रयद्रव्यं यावत्पर्यन्तं तिष्ठति तावत्पर्यन्तं विभागः अपि तिष्ठति इति. इत्युक्ते विभागः यस्मिन् द्रव्ये आश्रितं भवति तस्य द्रव्यस्य अस्तित्वं यावत्पर्यन्तं भवति तावत्पर्यन्तं विभागस्यापि अस्तित्वं भवति इति. तर्हि आश्रयनाशात् इत्युक्ते द्रव्यनाशेन एव विभागस्यापि नष्टं भवति तावत्पर्यन्तं न इति. उत्तरसंयोगानन्तरम् अपि इमौ विभक्तौ इति प्रतीतिः भवत्येव, अतः उत्तरसंयोगः विभागस्य नाशकः इति वक्तुं न शक्यते. इत्युक्ते उत्तरदेशस्य संयोगः भवति चेदपि तत्र पूर्वदेशसंयोगः पूर्वदेशः अपि च द्रव्यं तयोः द्वयोः मध्ये इमौ विभक्तौ इति तत्र ज्ञानं भवति, अतः उत्तरदेशसंयोगः यदा भवति तर्हि सः संयोगः विभागस्य नाशकः भवति इति वक्तुं न शक्नुमः. इत्युक्ते विभागस्य नाशनम् उत्तरदेशसंयोगेन भवति इति न वक्तुं शक्नुमः इति. आम् आम्. युक्त्या विचारः क्रियते चेत् विभागस्य उत्तरसंयोगेन नाशः इति कल्पने काठिन्यमेव प्रतिभाति. तर्हि एकरीत्या यदि तत्र युक्तिः इति यदि तेन विचारं कुर्मः, तत्र विभागस्य नाशः भवति उत्तरदेशसंयोगेन. इत्युक्ते संयोगः विभागस्य नाशकः अस्ति इति कल्पना किञ्चित् तत्र काठिन्यमेव भवति तथा चिन्तयितुं. तथा सति इमौ विभक्तौ इति प्रतीत्यनापत्तिः. तत्र अनापत्तिः इत्युक्ते किं वक्तव्यं भगिनि? न आपत्तिः, न आपादयते इति अस्ति. इत्युक्ते यदि वयं स्वीकुर्मः यत् उत्तरदेशसंयोगः नाशकः भवति विभागं प्रति इति स्वीकुर्मश्चेत् तर्हि इमौ पदार्थौ विभक्तौ इति इत्येव प्रतीतिः न भवति इति. यदि उत्तरदेशसंयोगः विभागस्य नाशकः इति अस्ति अतः तर्हि उत्तरदेशसंयोगः भवति एकवारं तर्हि तत्र विभागस्य प्रतीतिः एव न जायते इति. तदेव इमौ द्वौ कौ पदार्थौ अस्ति तत्र पूर्वदेशः अनन्तरं द्रव्यम् इति. इमौ विभक्तौ इत्युक्ते पदार्थौ विभक्तौ इति इत्युक्ते फलं वृक्षः. इमौ विभक्तौ इति कथं वक्तुं शक्नुमः यदि विभागस्य नाशः भवति उत्तरदेशसंयोगेन तर्हि कथं वक्तुं शक्नुमः इमौ पदार्थौ विभक्तौ इति इति इति तेषां मतम्. इत्युक्ते कतिचन क्षणानि यदा गच्छन्ति तदा ज्ञानमेव न वर्तते यत् पूर्वं फलं वृक्षे आसीत् इति. प्रायः इत्युक्ते अतः तथा न भवितुम् अर्हति इति एतत् मतं वदति. आम् तर्हि सर्वदा विभागः तिष्ठति इति अर्थः. संयोगात् अनन्तसंयोगस्य उत्तरदेशसंयोगस्य अनन्तरम् अपि विभागः तिष्ठति इति तेषां मतम्. तर्हि गुणस्य नाशः द्विधा भवति, विरोधिगुणेन आश्रयनाशाद् वा. तर्हि तत्र गुणस्य कोऽपि इत्युक्ते विभागः इति यदि स्वीकुर्मः तस्य नाशः तत्र द्विधा भवितुमर्हति. एकं कारणं तु तत्र विरोधी गुणः कोऽपि अस्ति चेत् तेन, नो चेत् यस्मिन् द्रव्ये विभागः आश्रितः भवति तस्य द्रव्यस्य नाशेन वा इति. विरोधिगुणस्य अनाशकत्वे आश्रयनाशनाश्यत्वं स्वतः भवत्येव. तर्हि यदि विरोधिगुणः नास्ति विभागस्य तर्हि विभागस्य नाशं दर्शयितुम् आश्रयस्य नाशः एव तत्र कारणं भवति इति. तदेव स्वीकुर्मः. समीचीनं भगिनि. सो अत्र दत्तमस्ति आश्रयनाशय विभागस्य कारणमस्ति एकं न तदेव कारणं. साधारणतया गुणस्य नाशः द्विविधेन भवति खलु, विरोधिगुणेन अपि च आश्रयनाशनाशेन. परन्तु अत्र विरोधिगुणः एव नास्ति इत्युक्ते उत्तरदेशसंयोगः विरोधिगुणः न भवति अत्र, अतः आश्रयनाशात् एव विभागस्य नाशः भवति इति अर्थः. स्पष्टम्? किमर्थं तत्र उत्तरदेशसंयोगः इति किमर्थं तत्र विरोधिगुणः न भवेत् विभागस्य तत्र? तत्रैव तेन उक्तं यत् यदि उत्तरदेशसंयोगः विरोधिगुणः इति वदामश्चेत् तर्हि विभक्ति इति प्रतीतिः एव न स्यात् इति. ओ अस्तु, तर्हि द्वितीयमतानुसारम् एव एतत् सर्वम् अस्ति इति. अस्तु. इत्युक्ते उत्तरदेशसंयोगः यदि विरोधिगुणः भवति तर्हि विभागः तस्मिन् क्षणे नश्यति, अतः विभागस्य प्रतीतिः एव न भवति अनन्तरम् इति. इति कृत्वा उत्तरदेशसंयोगः विरोधिगुणः न भवति तस्य, अतः विरोधिगुणः एव नास्ति अतः इदानीं विभागस्य नाशकत्वं द्रव्यनाशे एव अस्ति इति. आम् आम् द्रव्यनाशेन एव. अग्रे आम् सरला भगिनी. अस्तु. तृतीयपतनक्रियां प्रति प्रथमक्रिया प्रतिबन्धिका. यावत् प्रथमक्रिया न नश्यति तावत् द्वितीयपतनक्रिया न जायते. प्रतिबन्धकाभावकार्यं प्रति कारणम् इति प्रथमक्रिया अभावत् द्वितीयपतनक्रियां प्रति कारणं. पुनः अस्ति द्वितीयपतनक्रिया प्रति प्रथमक्रिया प्रतिबन्धिका अस्ति. द्वितीयक्रिया न जायते यावत् पर्यन्त प्रथमक्रिया चालयति. यदि प्रथमक्रिया नश्यति तदहि तस्य अनन्तरं द्वितीयपतनक्रिया आरभ्यते. सो द्वितीय क्रिया प्रति प्रथमक्रिया प्रतिबन्धका अस्ति. तदेव विषयः. तर्हि अत्र पूर्वदेशसंयोगं प्रति तत्र कारणमस्ति द्रव्यम्, अनन्तरम् आद्यपतनक्रिया प्रति कारणं गुरुत्वम् इति, अनन्तरं द्वितीयपतनक्रियां प्रति कारणं प्रथमक्रियायाः नाशः इति. अत्र तु प्रमुखः विषयः अस्ति प्रक्रियां पश्यामश्चेत् प्रत्येकं सोपानं कारणं भवति. कीदृशं कारणं? निमित्तकारणम्. आद्यपतनक्रियां विहाय सर्वाणि सोपानानि निमित्तकारणानि एव खलु. आद्यपतनक्रिया असमवायिकारणं विभागं प्रति, पूर्वसंयोगनाशं प्रति, उत्तरदेशसंयोगं प्रति असमवायिकारणं खलु. तर्हि निमित्तकारणानि कानि? विभागः पूर्वसंयोगनाशं प्रति निमित्तकारणं, पुनः उत्तरदेशसंयोगं प्रति पूर्वसंयोगनाशः निमित्तकारणं. तर्हि उत्तरदेशसंयोगक्रिया प्रतिबन्धकः अस्ति द्वितीयक्रियां. तदेव अस्ति अत्र विषयः. कारणस्य पूर्ववृत्तित्वम् अस्ति आद्यपतनक्रियायाम् इति साधितम् अस्ति अत्र. स्पष्टं वा? एकवारं वदतु. कारणस्य पूर्ववृत्तित्वम् अस्ति येन आद्यपतनक्रियायाः कारणत्वं साध्यते. अतः उत्तरदेशसंयोगं प्रति, अतः एव वाक्यम् एतत् वाक्यं सत्यम् अस्ति. किं वाक्यम्? संयोगासमवायिकारणं कर्म इति. साधनार्थम् एतत् सर्वं करपत्रस्य आवश्यकता. प्रश्नाः सन्ति वा? अस्तु, तर्हि विरमामः. धन्यवादः. शुभरात्रिः.